नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रेरणार्थे विशेष अलङ्कदातवः इति पाठः. तत्र ह्रस्वत्वम् इति भागे स्मः. तस्मिन्नेव विषये वयं गतसप्ताहे दृष्टवन्तः अदन्तदातवः इति. तत्र चुरादिगणे तु 93 अदन्तदातवः सन्ति. तत्र वयं कत् गृह धातोः विषये चिन्तनं कृतवन्तः. तत्र कथ धातु कथ कथ इति न कथ इति धातोः तत्र यदा वयं णिच् इति योजयामः चेत् तत्र अधोलोपः इत्यनेन अदन्तस्य अङ्कस्य ह्रस्वकारलोपः भवति आर्धधातुकप्रत्यये परे. णिच् इति आर्धधातुकप्रत्ययः, अतः अदन्त अङ्गं कथ इति अदन्त अङ्गमस्ति, तस्य अकारलोपः ह्रस्व अकारलोपः इति दृष्टवन्तः. तदा यदा अतोलोपः इत्यनेन अकारलोपः भवति चेत् कत् इति इदानीं सिद्ध्यति. अनन्तरं कः किं कार्यम् इत्येव प्रश्नः. तत्र किं भवति इत्युक्ते तत्र अथ उपादायाः इत्यस्य प्रसक्तिः अस्ति. यदा घृक् धातुः स्वीकुर्मः चेत् पुगन्तलघु तत्रापि तत्र अतोलोपः इत्यनेन अकारलोपः भूत्वा तत्र कृस् इति अवशिष्यते. तत्रापि अथ उपादायाः क्षम्यता पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति. अथ उपादायाः इत्यस्य प्रसक्तिः अस्ति चेत् तत्र उपादायाम् अतः वृद्धिः भवति. ङिति ङिति प्रत्यये परे इत्युक्ते तत्र आथाथ इति रूपम् आगच्छति वृद्धिः भूत्वा. भुगन्तलघुपदस्य च इति स्वीकुर्मः चेत् तत्र ऋकारस्य गुणः भूत्वा गार्ह इति किमपि अन्यरूपं तादृशरूपम् आगच्छति. तस्य निवारणार्थम् इत्युक्ते अथ उपादायाः पुगन्तलघुपदस्य च द्वयोः सूत्रयोः निवारणार्थम् अजः परस्मिन् पूर्वविधौ इति सूत्रं वयं स्वीकुर्मः. अनेन अजः आदेशः स्थानिवत् भवति परस्मिन् पूर्वविधौ. पूर्वविधौ कर्तव्ये, पूर्वविधौ कर्तव्ये तत्र परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये इति वयं स्वीकृतवन्तः. इत्युक्ते तत्र यद्यपि तत्र अतोलोपः इत्यनेन लोपः जातः, अधः परस्मिन् पूर्वविधौ इत्यनेन यद् अन्त्यलोपः तद् अद् इव दृश्यते, स्थानिवत् इव स्थानिवत् दृश्यते. अतः तत्र यथा अत उपादायाः आगच्छति कार्यं कर्तुं तत्तु कथ इत्येव पश्यति. तद् यदा तादृशं पश्यति तत्र तस्य कार्यं नास्ति इति तद् कार्यम् अत्र तस्य प्रवृत्तिः तत् अत्र न भवति इत्येव सिद्धान्तः. अतः वृत्तिः न भवति. तादृशमेव गृह् धातोः विषये अपि. तत्र प्रश्नः कः आगतम् इत्युक्ते तत्र यदा स्थानिवत् इति वदामः चेत् तत्र किमर्थं नूतनसूत्रम् अजः परस्मिन् पूर्वविधौ इति नूतनसूत्रस्य विशिष्टसूत्रस्य का आवश्यकता. वयं स्थानिवतादेशु अनल्विधौ इत्यनेन एव अनल्विधिः इति स्वीकृत्य कार्यं कर्तुं शक्नुमः इति प्रश्नः आगच्छति. तस्य समाधानमेव वयं गतसप्ताहे दृष्टवन्तः. तत्र अल्विधिः अलाविधिः इति तत्र तृतीयायाम्, अल्विधिः इति पञ्चम्याम्, अल्विधिः इति षष्ट्याम् इति सप्तम्याम् अलिविधिः इति तादृशं तत्र नास्ति इति वयं दृष्टवन्तः. अनेन तत्र स्थानिवद्भावेन यः अकारः सः तु निमित्तभूतः नास्ति, अतः तत्र अल्विधिः नास्ति इति दृष्टवन्तः. इदानीं तत्र पुनः प्रश्नः आसीत् स्थानिवत् अनल्विधिः नास्ति अस्तु, इदानीं स्थानिवत् आदेशः इति तद् प्रथमभागः किमर्थं न स्वीकृतवन्तः इति तत्र प्रश्नः आसीत्. तत्रापि वयं पठितवन्तः, परन्तु किम् इदानीं किं कुर्मः इत्युक्ते अष्टाध्यायी डाट् काम् मध्ये स्थानिवत् आदेशो अनल्विधौ इति पूर्णतया तस्य सूत्रस्य विवरणं पठित्वा पुनः अत्र आगच्छामः. उषा भगिनी भवती एव अद्य पठनीयं, महोदयः बहिः अस्ति. ओके. मम पुरतः एकनिमिषं भगिनि, मम पुरतः 1157 अस्ति. पठतु भगिनि. तस्मात् पूर्वं पूर्वस्मिन् स्थानिवत् आदेशो अनल्विदः. मया प्राप्तं भगिनि. स्थानिवत् आदेश अनल्विदौ सूत्रार्थः भगिनि. अनुवृत्तिसहितसूत्रम् अनल्विदौ आदेशः स्थानिवत्. सूत्रप्रकारः अतिदेशसूत्रम्. सूत्रार्थः एकवर्ण आश्रितानि कार्याणि विहाय अन्येषु स्थानि आश्रयेषु कार्येषु आदेशः स्थानिवत् भवति. एकवर्ण आश्रितानि कार्याणि विहाय अन्येषु स्थानि आश्रयेषु कार्येषु आदेशः स्थानिवत् भवति. यत्र कस्यचन स्थानिनः कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरं दीयते. स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा इति प्रश्ने जाते, अष्टाध्याय्यां चतुर्भिः सूत्रैः मिलित्वा. ओके. स्थानिवत् आदेश अनल्विदौ इत्यतः आरभ्य द्विर्वचने अचि इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवत् भावप्रकरणं नाम्ना ज्ञायन्ते. अस्य प्रकरणस्य इदं प्रथमं सूत्रं. स्थानिनः अल् आश्रितान् गुणधर्मान् विहाय अन्ये गुणधर्माः आदेशे अपि अतिदिश्यन्ते इति अस्य सूत्रस्य आशयः. स्थानिवत् भावप्रकरणम् नाम्ना ज्ञायते चतुर्भिः सूत्रैः. आम्, स्थानिनः अल् आश्रितान् गुणधर्मान् विहाय अन्ये गुणधर्माः आदेशे अपि आदेशे अपि अतिदिश्यन्ते इति अस्य सूत्रस्य आशयः. ओके. स्थानिनः अल् आश्रितान् गुणधर्मान् विहाय ओके अन्ये गुणधर्माः आदेशे अपि अतिदिश्यन्ते. सूत्रार्थः भगिनि, सूत्रार्थः अधः अष्टाध्यायी.com अनल् आस्तिका गुणधर्माः तदेव सा तु सूत्रार्थः एव पठितवती इदानीम्. अस्तु, अत्र किं वदति इत्युक्ते स्थानिनः अल् आश्रितान् गुणधर्मान्, स्थानि तानि यस्य वा यस्मिन् वा अस्ति तद् स्थानि स्थानिनि किल तत्र षष्टि स्थानिनः स्थानिनः अल् आश्रितान् गुणधर्मान् विहाय तद् नास्ति अनल् विधिः इति द्वितीयभागः तद् विहाय अन्ये गुणधर्माः आदेशे अपि अतिदिश्यन्ते अतिदिश्यन्ते इत्युक्ते आरोपयन्ते आं भगिनि स्थानिनी विद्यमानानां गुणधर्माणाम् अस्मिन् सन्दर्भे द्वौ प्रकारौ क्रियते ओके स्थानिनी विद्यमानानां गुणधर्माणाम् अस्मिन् सन्दर्भे द्वौ प्रकारौ क्रियते अनल् आशिताः गुणधर्माः ये गुणधर्माः एकं वर्णं न आश्रयन्ति अपि तु सम्पूर्णं शब्दस्वरूपम् आश्रयन्ति ते अनल् आशिताः गुणधर्माः नाम्ना ज्ञायन्ते यथा जी इति प्रत्ययः तिङ् प्रत्ययः अस्ति अयं तिङ् इति गुणधर्मः जी प्रत्ययस्य कञ्चन वर्णं यथा इकारम् अयं तिङ् इति गुणधर्मः जी प्रत्ययस्य कञ्चन वर्णं न आश्रयति अपि तु सम्पूर्णं जी ओके ओके ओके लेट् मी रीड् इट् अगेन् पुनर् एकवारं पठामि अयं तिङ् इति गुणधर्मः जी प्रत्ययस्य कश्चन वर्णं यथा इकारं जी प्रत्ययस्य कञ्चन वर्णं न आश्रयति अपि तु सम्पूर्णं जी प्रत्ययम् एव आश्रयति अतः अयं गुणधर्मः अनल् आश्रितः गुणधर्मः अस्ति इति उच्यते द्वौ प्रकारौ प्रथमप्रकारम् अनल् आश्रिताः गुणधर्माः अनल् आश्रिताः गुणधर्माः इत्युक्ते ये गुणधर्माः एकं वर्णं न आश्रयन्ति परन्तु सम्पूर्णशब्दरूपम् आश्रयन्ति तत् गुणधर्माः अनल् आश्रिताः इति नाम्ना ज्ञायन्ते उदाहरणेन जी इति प्रत्ययस्य जी इति प्रत्ययं तिङ् प्रत्ययः अस्ति अयं तिङ् इति गुणधर्मः अयं कृते तिङ् जी इति प्रत्ययस्य कृते तिङ् इति गुणधर्मः अस्ति जी प्रत्ययस्य कश्चन वर्णं जी प्रत्ययस्य आदेशः कश्चन वर्णम् आश्रयति चेत् कश्चन वर्णं न आश्रयति सम्पूर्णं जी प्रत्ययम् एव आश्रयति चेत् तत् गुणधर्मः इति तत् गुणधर्मः अनल् आश्रितः गुणधर्मः अस्ति इति उच्यते एकं वर्णम् अल् आश्रित्य न भवति तत् सम्पूर्णशब्दरूपं कृते आदेशः भवति चेत् तत् अनल् विधिः अनल् आश्रितः धर्मः इति उच्यते कश्चन गुणधर्मः अस्ति तिङ् प्रत्ययम् आधारीकृत्य यदा वयं तिंशत् सार्वधातुकम् इति वदामः चेत् तिङ् इति सार्वधातुकप्रत्ययः इति तस्य गुणधर्मः अस्ति यदा वयं जी इति प्रत्ययः यत् तिङ् प्रत्ययः अस्ति जी इति तिङ् प्रत्ययस्य स्थाने किमपि अन्यवर्णः आदेशरूपेण आगच्छति चेत् तस्यापि तिङ् इत्यस्य गुणधर्मः आरोपयन्ति अतिदिश्यन्ते इत्युक्ते आरोपयन्ति सूपर् इम्पोस् इति वदामः किल तत्र आरोपयन्ति तत् गुणधर्मान् तत्रापि आगच्छति जी इत्यस्य स्थाने यत्किमपि अनन्तरम् अग्रे पठामि वा भगिनि अल् आश्रितः स्पष्टमस्ति किल प्रथम अल् अनल् इति इकारं यदा जी प्रत्ययस्य कृते इकारम् आश्रित्य गुणधर्मः न भवति. सम्पूर्णजीप्रत्ययस्य कृते आदेशः भवति चेत् तत् अनल्लाशितः गुणधर्मः अस्ति इति उच्यते. एकं वर्णम् आश्रित्य आदेशः न विधीयते. सम्पूर्णशब्दरूपस्य कृते वर्ण आदेशः विधीयते चेत् तत् अनल्विधिः इति उच्यते इति दत्तं भगिनि. सत्यम्. अतः तिङ् प्रत्ययस्य यद् गुणधर्मः जि इत्यस्य स्थाने यत् किमपि आरोपणं यत्किमपि आदेशरूपेण आगच्छति तद् तिङ् प्रत्ययः इत्यस्य गुणधर्मः तत्रापि आरोपयितुं शक्नुमः. केवलम् इ इत्यस्य स्थाने न अनल्विधिः. अल् आशिताः गुणधर्माः. ये गुणधर्माः न केवलम् एकं वर्णम् आश्रयन्ति ते अल् आशिताः गुणधर्माः नाम्ना ज्ञायन्ते. ये गुणधर्माः केवलम् एकं वर्णम् आश्रयन्ति ते अल् आशिताः गुणधर्माः नाम्ना ज्ञायन्ते. यदा जि इति प्रत्ययः जकारादिः अस्ति. अयं जकारादिः इति गुणधर्मः जि प्रत्ययस्य आदिवर्णविशिष्टः गुणधर्मः अस्ति. इत्युक्ते अयं गुणधर्मः जि प्रत्ययस्य आदिवर्णस्य आधारेण एव विधीयते. अन्यवर्णानाम् आधारेण उत वर्णसमुदायस्य आधारेण न. अतः अयं गुणधर्मः अल् आशितः गुणधर्मः अस्ति इति उच्यते. अल् आशिताः गुणधर्माः इति विषये ये गुणधर्माः केवलम् एकं वर्णम् आश्रयन्ति तत् अल् आशिताः गुणधर्माः इति इति नाम्ना ज्ञायन्ते. ओके. जि प्रत्ययस्य कृते जकार इकारः कृते कश्चन आदेशः अस्ति चेत् कश्चन जकारादिगुणधर्मः जि प्रत्ययस्य जकारम् आश्रित्य आदेयः विधीयते चेत् तत् अल् आशिताः गुणधर्माः इति नाम्ना ज्ञायन्ते. यतोहि जकार जि इत्यस्य कृते जकार इकारस्य कृते जकारस्य स्थाने एव आदेशः विधीयते. तदेव अल् आश्रितगुणधर्माः इति भवति. अवगतं किल भेदः? तत्र यदा जि इति पूर्णतया वयं स्वीकुर्मः तस्य स्थाने किमपि आदेशः भवति चेत् अनल्विधिः. जि इत्यस्य जकारादिप्रत्ययस्य स्थाने किमपि आदेशः भवति चेत् तत्र जकारादिः इति एकं वर्णमेव एकः अल् वर्णः एव स्वीकृत्य आदेशः भवति इति कृत्वा विधिः भवति इति कृत्वा तद् अल् विधिः. तत्र स्थानिकादेशः न भवति. आम् तर्हि अत्र न्योतैत्यनेन अन्ति इति अस्ति खलु विद्योग अस्ति इत्यस्ति इदानीम् इति आसीत् इति चकारादिम् इति कृत्वा तत्र किं भवति विद्युति योग चकारादि चेत् कृत्वसन्धि भवति तत् न भवति जन्म आजादि अस्ति इति कृत्वा तत् आजादित्व हलादित्वं नास्ति अल्विधि खलु अत्र तत्र इदानीं अल्विधि तत्र सोऽस्तु नास्तु इति तत्र इदानीं चकारादि अस्ति, तद् चवर्गी अस्ति. इदानीं वीतियोग अन्ति इत्यस्मिन् मूले ज इति अस्ति, जि चकारादि आसीत्, अतः तत्र चतुर्सन्धि भवति इति प्रश्नः भवति. परन्तु अतः खलु तदेव खलु सत्यं तदेकं वर्णम् आश्रित्य किमपि कार्यं न भवति सत्यम्. तदेव उदाहरणानि सन्ति, तदपि पठामः. धन्यवादः भगिनि. धन्यवादः भगिनि. महोदय पठितुं शक्यते वा? मम ध्वनिः सम्यक् अस्ति, सम्यक् नास्ति, एको इव भवति. अस्तु अस्तु तत्र मध्ये मध्ये मम कृते एव अस्ति वा, अन्ये श्रोतुं शक्नोति वा महोदयस्य ध्वनिः? अहं न सम्यक् सम्यक् नास्ति, सम्यक् नास्ति. विजयभगिनी पठति वा एताभ्यां द्वाभ्यां? अग्रे एव एताभ्यां द्वाभ्यां. भगिनी भवत्याः ध्वनिः अपि किञ्चित् मध्ये मध्ये गच्छति. क्षम्यतां विलम्बेन. एताभ्यां द्वाभ्यां प्रकाराभ्यां केवलम् अनल् आश्रितः गुणधर्मः एव आदेशे अतिदिश्यन्ते. अल् आश्रिताः गुणधर्माः तु आदेशौ न एव अतिदिश्यन्ते इति प्रकृतसूत्रस्य अर्थः. अस्मिन् एव सन्दर्भे काष्ठाकारेण आहत्य अष्टौ अनम् आश्रिताः गुणधर्माः विद्यते इति स्पष्टीकृतम् अस्ति एतेषाम् अष्टानां क्रमेण. ओके, प्रथमं वर्तम् उषा भगिनी पठति, पुनः वदति. उक्तम् एताभ्यन् अनल् आश्रितगुणधर्माः, अल् आश्रिताः गुणधर्माः द्वौ विधः भवति. अत्र सूत्रे अनल् आश्रिताः गुणधर्माः एव आदेशे अतिदिश्यन्ते जि सन्दर्भे. अल् आश्रिताः गुणधर्माः तु आदेशे न अतिदिश्यन्ते. तत् परन्तु काशिकाकारेण अनल् वदति अष्टौ अनल् आश्रिताः गुणधर्माः विद्यन्ते. तत् अस्ति कारणार्थम् अधुना विवरणदत्तम्. प्रथमं धातुत्वम् इति अनल् आश्रिताः गुणधर्माः आदेशे अतिदिश्यते इत्युक्ते धातोः स्थाने विहितः आदेशः धातुवत् भवति. ओके, अन्यत् परिचयं पठामि भगिनि. अस्तेर्भूः इत्यनेन सूत्रेण आर्धधातुकप्रत्ययस्य विवक्षायां अस् धातोः भू आदेशः भवति. अत्र स्थानिनः धातुत्वम् इति गुणधर्मः अनल् आश्रिताः गुणधर्माः अस्ति. अतः अयम् अस् इति सम्पूर्णपदार्थस्य धातुपाठे परिगणना दीयते. अयं गुणधर्मः आदेशे इत्युक्ते भू इत्यत्र अपि अतिदिश्यते. अत एव अत् इत्यस्य स्थाने विधेयमानः भू इति आदेशः धातुसंज्ञकः भवति. अतः अग्रे तस्मात् यथा योग्यम् आर्धधातुकप्रत्ययः विधीयते. अत्र प्रथमं भाषिककार अनल्पेन आश्रिताः अष्ट रूपाणि सन्ति इति वदति. प्रथममस्ति धातुत्वं के सूत्रेण धातु विषये आदेशः विधीयते. अत्र आदेशः धातुगुणाः एव भवति. उदाहरणमस्ति अस्तेर्भूः इति सूत्रेण आर्धधातुकप्रत्ययविवक्षायाम् अस् धातोः भू भूः आदेशः भवति. भूस्थाने अस् आदेशः भवति. अतः अस् अधुना धातुत्वं गुणधर्माः अस्ति. अतः अयम् अस् इति सम्पूर्णपदार्थस्य धातुपाठे परिगणना क्रियते. तदनन्तरं अयं गुणधर्मः आदेशे इत्युक्ते भू इत्यस्य अपि अतिदिश्यते. अत एव अस् इत्यस्य स्थाने विधेयमान भू इति आदेशः धातुसंज्ञः भवति. तदेव तर्जनि भू अस्तिर्भू सूत्रमस्ति. अत्र सूत्रं वदति आर्धधातुकप्रत्यय विवक्षायाम् अस् धातुः भू धातु स्थले आदेशः भवति. पूर्णः अत्र गुणधर्मः धातुत्वमेव गुणधर्मः. अतः सम्पूर्णतया भू अस्य स्थले अस् इति सम्पूर्ण आरोपितं कृतं. सत्यं. तत्र प्रक्रिया अपि पठतु भगिनि. अस् इति धातुः अस् धातुः भू अस्तिर्भूः धातु इति अस्य धातोः भू आदेशः स्थानवद्भावेन अस्य धातुसंज्ञा भवति. भूयोगः अनीय धातोः अस्मिन् अधिकारे विद्यमानेन कृत्तद्युत्तसमासश्च इति सूत्रेण पठिताः. अनीयर् प्रत्ययः भू आदेशस्य धातुसंज्ञा दृष्ट्वा तत्र विधीयते. भवनीय सर्वधातुकधातुकयोः इति सूत्रेण यचो यावायवः इत्यनेन गुणः भवति. अत्र भूधातु किमर्थमत्र अष्टातु न अष्टातु अस्ति तु धातु नास्ति भूधातु न न न अष्टातोः स्थाने भू इति आदेशः स्थाने भू आदेशः भवति. अतः भू इति धातुसंज्ञा भवति. गुणधर्माः अतिदिश्यते. तदनन्तरम् अनेयप्रत्यय योजनेन अत्र भू आदे भू भू अनन्तरं योज्यते. तदनन्तरं भवनीय इति रूपं भवति. जानीमः बालबाबादेवस्य पुनः भवति भो भवति भो प्लस् अनीय भो यचोयामयव सूत्रेण आवामः भवनीय इति रूपं तत् इति अन्तिमरूपं भवनीय इति. परन्तु तत्र किमर्थं वयं तत्र धातुसंज्ञा इष्यामः इत्युक्ते तत्र अस्माकं यदा अनीयर् इति विधीयते कदा विधीयते इति द्रष्टव्यं. तद् अनीयर् इति अनीयर् इति प्रत्ययः कृत्तसमासाश्च इति यद् धातोः इत्यस्मिन् अधिकारे अस्ति तद् भू इति आदेशस्य धातुसंज्ञा इष्यति. तदा यदा धातुसंज्ञा अस्ति चेदेव तत्र अनीयर् इति प्रत्ययस्य विधानं भवति. अतः तत्र भू इत्यस्य स्थानिवद्भावेन धातुसंज्ञा अस्तातोः भू इति विधीयते, अस्तेर्भुः इति. अनन्तरं किं भवति, किमर्थं वयं स्थानिवत् भागः आनयामः इत्युक्ते, तत्र यदा अनियर् इति प्रत्ययस्य विधानार्थं धातुसंज्ञा आवश्यकम्. अतः तत्र वयं स्थानिवद्भावेन तत्र धातुसंज्ञा स्वीकृत्य अन्यत् कार्यम् अग्रे किमपि यत् कार्यं करणीयं तद् कुर्मः. यदा वयम् अस्तातोः तादृशमेव स्वीकुर्मः तत्र कार्याणि भवन्ति किल, तादृशम् इदानीं भू इति यद् आदेशः भवति तत्र वयं धातुसंज्ञा आरोपयामः. तदेव तत्र विषयः, स्थानिवद्भावः किमर्थम्. समीचीनं, तदेव प्रथम उदाहरणं धातुत्वं. तत्र अनलाश्रितः, अनलाश्रितः इत्युक्ते तत्र भू इति तत्र तदपि अनल् अस्ति, अस्ति अनल् एव, अतः अनलाश्रितः आदेशः अधिदिश्यते. भू इति आदेशः अस्ति धातोः स्थाने. धन्यवादः भगिनि. विजया भगिनि, द्वितीयम् अङ्गत्वम् इति. मन्दमस्ति भगिनि. अङ्गत्वं किं भगिनि? अङ्गत्वम् इति अनलाश्रितः गुणधर्मः आदेशे अतिदिश्यते इत्युक्ते अङ्गस्य स्थाने विहितः आदेशः अङ्गवत् भवति. किम् इति अङ्गस्य स्थाने विभक्तिप्रत्यये परे किमः कः इत्यनेन क इति आदेशः विधीयते. अत्र स्थानिनः अङ्गत्वम् इति गुणधर्मः अनल् आश्रितः गुणधर्मः अस्ति. यतः अयं किम् इति सम्पूर्णपदार्थस्य विषये वर्तते. अयं गुणधर्मः आदेशः इत्युक्ते क इत्यत्र आदेशे अपि अतिदिश्यते. अतः एव किम् इत्यस्य स्थाने विधीयमानः क इति आदेशः अङ्गसञ्ज्ञकः भवति. अतः अग्रे तस्य विषये यथा योग्यम् अङ्गकार्यं सम्भवति. अत्र उदाहरणरूपेण किं योगः भ्याम् इति अस्ति. तृतीयद्विवचनस्य भ्यां प्रत्ययः क योगः भ्यां. किमख इति क आदेशः. स्थानिवद् भावेन अस्य अङ्गसंज्ञा भवति. इदानीं सुपि च इत्यनेन अङ्गस्य अदन्त अङ्गस्य दीर्घः भवति, अतः क इति भवति. क योगः भ्याम् इत्यनेन काभ्याम् इति भवति. किं स्थाने अत्र ख आदेशः भवति किमख इति सूत्रेण. अत्र स्थानिवद्भावेन अस्य अङ्गसंज्ञा भवति. क इति अङ्गसंज्ञा भवति. अनन्तरं सुपिच इत्यनेन का दीर्घः भूत्वा मेलनेन भ्यां मेलनेन काव्यम् इति भवति. अत्र किमपि वक्तव्यं भगिनि? अनलाशितः गुणधर्मः अस्ति. अत्र किम् इति अनल् अस्ति, तस्य स्थाने ख इति आदेशः भवति किल. सम्पूर्णतया सत्यम्. इदानीं तत्र अङ्गत्वं यदा अङ्गम् इति गुणधर्मः आरोपयामः चेदेव अन्यकार्याणि कर्तुं शक्नुमः. अतः तत्र स्थानिवद्भावः आवश्यकः. इदानीं किम् इत्यस्य स्थाने यत् का इति आदेशः भवति तस्यापि अङ्गसंज्ञा अस्ति. अङ्गसंज्ञा इति कृत्वा तत्र अनन्तरं सुपि च इत्यनेन अदन्तस्य अङ्गस्य दीर्घादेशः भवति सुपि परे, अतः काव्याम् इति श्रुतम्. स्पष्टं वा? प्रथममासीत् धातुत्वं, द्वितीयमासीत् अङ्गत्वं, तृतीयमपि पठतु भवतु. अत्र तृतीयः कृत् प्रत्ययत्वं इति अनलाशितः गुणधर्मः आदेशः अतिदिश्यते. इत्युक्ते कृत् प्रत्ययस्य स्थाने विहितः आदेशः कृत् प्रत्ययवत् भवति. समासस्य विषये त्वा इति कृत् प्रत्ययस्य स्थाने समासे नञ्ज् पूर्वे त्वो त्वो लिप् ल्यप् इत्यनेन ल्यप् ल्यप् इति आदेशः विधीयते. अत्र स्थानिनः कृत् प्रत्ययत्वम् इति गुणधर्मः अनलाश्रितः गुणधर्मः अस्ति. यतः अयं त्वा इत्यस्य सम्पूर्णपदार्थस्य कृत् अधिकारस्तत्वात् अत्र स्थित्यति. अयं गुणधर्मः आदेशः ल्यप् एव अत्र आदेशः अपि अतिदिश्यते आरोपितमस्ति अत्र. अतः एव ल्यप् प्रत्यये परे रस्वान्तस्य अङ्गस्य रस्वस्य पिति कृति तुक् इति सुगागमः सम्भवति. उदाहरणरूपेण अत्र दत्तं अनलाशितः सुकृत्यः अपि अत्र आदेशः आरोपितमिति कृत् एतत् आरोपितं स्वा इति भवति. स्वा सर्वदा यप् एव स्वीकृतम् एतत् कृत् प्रत्ययवत् इति भवति. उदाहरणरूपेण अप्प योगः कृ योगः त्वा इति अस्ति. समानकर्तृकयोः पूर्वकाले इत्यस्मात् त्वा प्रत्ययः भवति अत्र. अतः अपयोगः कृ योगः त्वा भवति. इदानीं समासे नञ्च् पूर्वे को ल्यप् इत्यनेन त्वा प्रत्ययस्य ल्यप् आदेशः भवति. प्राणिवत् भावेन अस्य कृत्संज्ञा भवति. इदानीम् अपयोगः कृ योगः त्वा प्रत्यय अत्र समासे नञ्च् पूर्वे त्वा ल्यप् ल्यप् इत्यनेन त्वा स्थाने ल्यप् आदेशः भवति. अग्रे रस्वस्य पिति कृति तुक् इत्यनेन अपयोगः क्रुयोगः तुक् आगमः भवति. तुक् आगमः भवति. ल्यप् मध्ये एतत् सर्वम् अनुबन्धम् अनन्तरम् अनुबन्धानन्तरं ज्ञा एव तिष्ठति अत्र. अतः अपयोगः क्रुयोगः तुक् योगः ज्ञा. इदानीं तुक् मध्ये सा एव तिष्ठति. एतत् सर्वं अपगच्छति एव. ककारः अलन्त्यं तस्य लोपः इत्यनेन गच्छति. तु मध्ये उपदेशे अज अनुनासिक तस्य लोपः इत्यनेन उकारस्य लोपः भूत्वा तकारः एव अत्र तिष्ठति. आगत्य अपयोगः क्रुयोगः तकारः योगः या एतत् सर्वं मिलित्वा अपकृत्य इति अन्तिमरूपं निष्पन्नं. तत्रापि गुणधर्मः अनलाशितः गुणधर्मः भवति अत्र. एतत् कृत् प्रत्ययवत् भवति किमर्थं चेत् त्वा प्रत्यययोजनेन सा प्रत्यय त्वा प्रत्यय स्थाने अत्र ल्यप् योजनेन अन्तिमरूपम् अत्र अपकृत्य इति निष्पन्नम्. अप इति यदा उपसर्गः योजयामः तत्र सर्वदा त्वान्तस्य स्थाने ल्यबन्तमेव भवति किल. ल्यप् इति प्रत्ययः एव विधीयते किल. तत्र अपि यदा ल्यप् इति विधीयमान यदा विधीयते तत्र इदानीं तत्र कृत् इति प्रत्ययत्वम् अस्ति वा इति प्रश्नः भवति. तद् कथं वयम् आरोपयामः इत्युक्ते स्थानिवद्भावे यदा वयं स्थानिवद्भावेन ल्यप् इत्यस्य इत्यस्मिन् वयं कृत् प्रत्ययत्वम् आरोपयामः तत्र ह्रस्वस्य पिति कृति तु इत्यस्य सम्भावना अस्ति. कृत्स्वान्तस्य अङ्गस्य सुखागमः भवति. तत्र कृत्संज्ञा अस्ति, प्रत्ययसंज्ञा अस्ति इति कृत्वा तत्र ह्रस्वस्य पिति कृति तु इत्यस्य आगमः प्रत्ययस्य आगमः भवति. अतः तु इति आगमः भूत्वा अपकृत्य इति रूपम्. अतः कृत् प्रत्ययत्वमपि वयम् आरोपयितुं शक्नुमः. अनल्लाश्रितगुणधर्मः तत्र कृत् त्वान्त इति अनल् अस्ति. तस्य स्थाने ल्यप् आगतं तस्मिन् वयं कृत् प्रत्ययत्वम् आरोपयामः. समीचीनं किल? आम् महोदय, धन्यवादः भगिनी. उषा भगिनी, चतुर्थबिन्दुः तद्धितप्रत्ययः. आं भगिनि, अत्र भगिनि श्रूयते वा? अत्र कित्वमपि अनलाश्रितगुणधर्मः, अतः तत्र गुणः अपि न भवति. यद्यपि लेप् इति अकित् अस्ति, परन्तु स्वा इति प्रत्यय किति इति कृत्वा तत् कित्वमपि अनलाश्रितगुणधर्मः, अतः तत्र आरोपितः अतः गुणः न भवति. अर् इति न भवति खलु, यदि लेप् इति सार्ध आर्धात्मकैतन्येन गुणः न भवति. कित्वमपि तत्र आरोपितं यद् लपि, कित्वम् आरोपितं लपि इति च इत्यनेन वा? सत्यं महोदय, आं सत्यम्. अकित् अस्ति परन्तु तत् कित्वमपि विलिख्य अत्रापि विलेख्य इति न भवति. सत्यं सत्यं सत्यं कित्वा सत्यं, तदपि आरोपितम्. यद् त्वान्तस्य यद् गुणधर्मः तद् लेबन्तस्य उपरि अपि आरोपितं. सत्यं सत्यं तद्धितप्रत्ययत्वं, तद्धितप्रत्ययत्वम् इति अनल् आश्रितः गुणधर्मः आदेशे अतिदिश्यते. इत्युक्ते तद्धितप्रत्ययस्य स्थाने विहितः आदेशः तद्धितप्रत्ययत्वं भवति, प्रत्ययवत् भवति, तद्धितप्रत्ययवत् भवति. ठस् एकः इति सूत्रेण ठञ् इति तद्धितप्रत्ययस्य स्थाने ईक् इति आदेशः विधीयते. अत्र स्थानिनः तद्धितप्रत्ययत्वम् इति गुणधर्मः अनल् आश्रित्य गुणधर्मः अस्ति, यतः अयं ठञ् इत्यस्य सम्पूर्णपदार्थस्य तद्धिताधिकारस्तवान् अत्र सिद्ध्यति. पुनरेकवारं पठामि. अत्र स्थानिनः तद्धितप्रत्ययत्वम् इति गुणधर्मः अनल् आश्रितः गुणधर्मः अस्ति, यतः अयं ठञ् इत्यस्य सम्पूर्णपदार्थस्य तद्धित अधिकारस्तवान् अत्र सिद्ध्यति. अयं गुणधर्मः आदेशे इत्युक्ते इक् इत्यत्र अपि अतिदिश्यते. अत एव इक प्रत्यये परे तद्धितेषु अचाम् आतेः इत्यनेन अङ्गस्य आदिवृद्धिः क्रियते. ओके, तद्धितप्रत्ययत्वम् इति अनल् आश्रितगुणधर्मः आदेशे अतिदिश्यते, यतोहि अत्र तद्धितप्रत्ययत्वं कृते सम्पूर्णप्रत्ययस्य कृते आदेशः विधीयते. तत्कारणात् अनल् आश्रितः धर्मः इति कृते स्थानिवद्भावं भवति. स्थानिवद्भावेन स्थानिनः यः धर्मः अस्ति तद्धर्मः आदेशे कृते अपि अतिदिश्यते इति वदति. उदाहरणेन संवत्सरस्य इदम् इति कृते संवत्सरयोगः ठञ् कालात् ठञ् इति ठञ् प्रत्ययः. कृत्तद्धितसमासाश्च इति प्रातिपदिकसंज्ञा. ओके, सुपोधातुप्रातिपदिकयोः इति षष्टिप्रत्ययस्य लुक् भवति. संवत्सर इत्यस्य कृते तद्धितप्रत्ययः ठञ् इति विधीयते. कालात् ठैङ् इति ठैङ् प्रत्ययः विधीयते. कृत् अतिदसमासाश्च इति प्रातिपदिकसंज्ञा या इति सूत्रेण प्रातिपदिकसंज्ञा विधीयते. सुपोधातु प्रातिपदिकयोः इति सूत्रेण षष्टि प्रत्ययस्य लुक् भवति. संवत्सरयोगः ठ इत् संज्ञालोपः ञकारः इत् लोपः टकारस्य इत् संज्ञा प्रयोजन अभावात् न भवति. ठकारस्य इत् संज्ञा प्रयोजन अभावात् न भवति. सो संवत्सर ठकारस्य स्थाने इकः आदेशः भवति. संवत्सरयोगः इक इति भवति. ठ इति कृते इकः आदेशः भवति. ठस् एकः इत्यनेन ठ प्रत्ययस्य इक आदेशः भवति. स्थानिवद्भावेन आदेशस्य तद्धितसंज्ञा. सूत्रस्य कृते ठस्य एकः एव दत्तं. सो प्रत्ययः ठञ् इति भवति. ञकारः इत्संज्ञा लोप अनन्तरमेव आदेशस्य कृते तकारस्य स्थाने इक आदेशः भवति. इकः सम्पूर्णटकारस्य स्थाने विधीयते. कारणेन अनल् विधिः भवति. अनल् विधिः चेत् स्थानिवद्भावं भवति. इक संवत्सरयोगः इक इति कृते सम्पूर्णधर्माः प्रातिपदिकसंज्ञा प्रातिपदिकसंज्ञा भवति. संवत्सरयोगः इक इति कृते तद्धितेषु अचाम् आदेः इति आदिवृद्धिः भवति. यस्येति च इत्यनेन अकारलोपः भवति. संवत्सरयोगः इक इति स्थिते तद्धितेषु अचाम् आदेः इत्यनेन आदिवृद्धिः सांवत्सर इति भवति. यस्येति च इत्यनेन अकारलोपः सांवत्सर ओ सर सर् योगः अयोगः इक इति स्थिते इक इति ओ टेः टे लोपः. यस्येति च इत्यनेन न यस्येति च इत्यनेन अकारलोपः ओके यस्येति च इत्यनेन अकारलोपः भवति. सांवत्सर् योगः अ इति कृते रकार उत्तरवर्ति रेपस्य उत्तरवर्ति अकारस्य लोपः भवति. सांवत्सर् योगः इक इति भवति. सांवत्सरिकः इति रूपं सिद्ध्यति. अत्र संवत्सरयोगः ठञ् इति कृते धर्माः किं धर्माः आदेशे कृते अधितिष्यते भगिनि. प्रातिपदिकसंज्ञा विधीयते. अनन्तरं किम् आवश्यकम् इति वदतु. इदानीं तत्र तद्धितेषु किम् अचामादेः इति सूत्रस्य कृते किम् आवश्यकम्? तद्धितप्रत्ययः आवश्यकम्. अतः इदानीम् इक इति यद् आदेशः अस्ति तस्य तद्धितप्रत्ययत्वम् अस्ति वा न? बट् अट इति ठ इति तद्धितप्रत्ययः. ठ इत्यस्य ठ इति पूर्णस्थाने कृते इक इति आदेशः भवति. तत्कारणात् अनल् विधिः अस्ति. तदेव तत्कारणेन एव स्थानिनः यः आदेशः यः धर्माः अस्ति तद्धर्माः तत् तद्धितधर्माः अपि इकः कृते अपि अधितिष्यते. तद्धितप्रत्ययत्वम् आरोप्यते. अनेन एव तत्र तस्य सूत्रस्य प्रसक्तिः. यस्येति च इत्यस्य सूत्रस्य निमित्तमपि तद्धितप्रत्ययः एव. अनेन एव अकारलोपः भवति. यस्येति च किं वदति इत्युक्ते वसंज्ञकस्य अङ्गस्य अवर्णस्य ईवर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपः भवति. इदानीं तद्धितप्रत्ययः परः अस्ति इति कृत्वा तत्र अकारलोपः भवति. कथं तद्धितप्रत्ययत्वम् अत्र आगच्छति इत्युक्ते, वयं स्थानिवत् आदेशः अनल्विधौ इत्यनेन तत्र आरोपितवन्तः. इकः इक् इति यत् इक इति यत् प्रत्ययः अस्ति इदानीं तत् तद्धितप्रत्ययः. अनेन वयं सांवत्सरिक इति प्रातिपदिकं सिद्ध्यति. इदानीं सांवत्सरिक इति प्रातिपदिकसंज्ञा. अवगतं किल? आं भगिनि, आम्. तदेव तत्र कार्यम्. सूत्रस्य पूर्णतया वयं न अवगच्छामः चेदपि सम्यक् एव. वयं कार्यम् अवगच्छामः चेत् पर्याप्तं. वयं तु एतानि सूत्राणि पूर्वं न दृष्टवन्तः. सर्वे अवगतवन्तः वा? अरुणा भगिनी, विजया भगिनी, स्पष्टम् अस्ति वा महोदय? आम् आम् अवगच्छामि. भवान् प्रयत्नं करोतु, वयं वदामः श्रोतुं शक्नुमः वा न इति. तत्र मध्ये मध्ये गच्छति महोदय, मध्ये इदानीं प्रकोष्ठे अस्मि प्रायः. अस्तु, प्रयत्नं करोतु, पठतु. अस्तु, पञ्चमः अव्ययत्वम् इति अव्ययत्वम् इति अनलाश्रितप्रथम आदेशे अतिदिश्यते इत्युक्ते अव्ययस्य स्थाने विहितः आदेशः अव्ययवत् अव्ययत्वम् अपि इति अनलाक्षितगुणधर्मः अपि आदेशे अतिदिश्यते इति अस्ति. एतत् अनलाक्षितगुणधर्मः इति अव्ययत्वम् समासे नैपूर्वे त्वो लेप् इति सूत्रेण त्वा प्रत्ययस्य स्थाने लेप् इति आदेशः विधीयते. अत्र स्थाणिनः त्वान्तो सुङ्कसुनः इत्यनेन प्राप्तम् अव्ययत्वम् इति गुणधर्मः अनलाष्टितः गुणधर्मः अस्ति. यत् यतः अयं त्वा इत्यस्य सम्पूर्णपदार्थस्य त्वातो सुङ्कसुनः इत्यस्मिन् सूत्रे ग्रहणात् सिद्ध्यति. अयं गुणधर्मः आदेशे इत्युक्ते लपि अपि अतिदिश्यते. अतः एव लेप् प्रत्ययान्तशब्दात् विहितानां सुप्रत्ययानाम् अव्ययात् आप् सुपः इत्यनेन लुक् भवति. अत्र समासे अनैपूर्वे त्वो लेप् इति यदा लपि आदेशः भवति त्वा इत्यस्य स्थाने, तत्र यदि वयं जानीमः त्वा इत्यस्य अव्ययत्वम् अस्ति, त्वा प्रत्ययान्तस्य अव्ययत्वं भवति त्वातोसुङ्कसुनः इत्यनेन त्वा इत्य अपि तोसुन् कसुन् इत्यस्ति तेषां तत्र तादृश कृत्प्रत्ययानां प्रत्ययान्तशब्दानाम् अव्ययत्वम् अस्ति. इदानीं त्वा इत्यस्य स्थाने लेप् आदेशः भवति. इदानीं लेप् अपि अव्ययवत् भवति. किमर्थमिति त्वा इत्यस्य स्थाने विहितः अस्ति इति कृत्वा अथवा अव्ययत्वम् अत्रापि अध्यारोपितं भवति. अनलाष्टितः गुणधर्मः एतदपि इति अस्ति. यथा प्रयोगः पट् योग त्वा योग सु इति समानकर्तृकपूर्वकाले इति त्वा प्रत्ययः कृत्प्रतिसमासश्च इति प्रातिपदिकसंज्ञा. अतः प्रथम एकवचनस्य विवक्षायां सु प्रत्ययः. प्रयोग पट् योग लेप् इदानीं तत्र लेप् आदेशः भवति त्वा इत्यस्य स्थाने. किमर्थम् इति अत्र समासः अस्ति. प्रायोग पट् योग लेप् योग सु इति अस्ति. इदानीं तत्र सु प्रापठ्य इति भवति, प्रापठ्य योग सु इति अस्ति. सु प्रत्ययस्य लोपः तत्र अव्ययस्य अव्ययदाप्सुपः इत्यनेन सु प्रत्ययस्य लोपः भवति. इदानीं प्रापठ्य इति त्वान्त नास्ति. अतः यद्यपि त्वातोसुङ्कसुनः इत्यनेन त्वान्तप्रत्ययस्य प्रत्ययान्तस्य एव अव्ययत्वं भवति. इदानीं लेप् लेबन्त लेप् अन्त अस्ति, अतः लेप् प्रत्ययस्य अपि प्रत्ययान्तस्य अपि अव्ययत्वं भवति इति कृत्वा तत्र तत्र तस्य सुप्रत्ययस्य लोपः भवति इति अस्ति. सत्यम्. इदानीम् अव्ययसंज्ञा आरोपिता अधिदिश्यन्ते अनेन. त्वान्तस्य एव अव्ययसंज्ञा अस्ति, परन्तु इदानीं ल्यबन्तं त्वान्तस्य स्थाने अनलाश्रितविधिः आगच्छति इति कृत्वा तस्य गुणधर्मान् त्वान्तस्य गुणधर्मान् ल्यबन्तस्यापि अधिदिश्यते. समीचीनम्. अग्रिममपि महोदय, सुप्रत्ययत्वं सुप्रत्ययत्वम् इति अनराश्रितगुणधर्मः आदेशे अतिदिश्यते. इत्युक्ते सुप्रत्ययस्य स्थाने विहितः आदेशः सुप्रत्ययत्व प्रत्ययवत् भवति. यथा रामशब्दस्य चतुर्थ एकवचनस्य प्रक्रियायां ङे प्रत्ययस्य स्थाने ङेवयः इति सूत्रेण य इति आदेशः विधीयते. अत्र स्थानिनः सुप्रत्ययत्वम् इति गुणधर्मः अनराश्रितः गुणधर्मः अस्ति. यतः अयं ङे इत्यस्य सौजस् इति इत्यस्मिन् सूत्रे ग्रहणा सिद्ध्यति. ङे इत्यस्य अयं गुणधर्मः आदेशे इत्युक्ते य इत्यत्र अपि अतिदिश्यते. अत एव य प्रत्यये परे अङ्गस्य सुपि च इति दीर्घः सम्भवति. अत्र य इति सुप्रत्यय नास्ति, परन्तु ङे ङे इति सुप्रत्यय अस्ति इति कृत्वा तत्र स्थाने विहितः य इति शब्द तस्य यकार अकार तत्र य इति प्रत्ययत्वम् अपि च सुप्रत्ययत्वस्य गुणधर्मः तत्र तत्र तस्मिन्नपि अतिदिश्यते. तस्मिन्नपि अध्योरोपितं भवति. यदा तद् भवति तदा अङ्गस्य इदानीं सुपि च इत्यनेन तथा अदन्त अङ्गस्य एयादिसुप्रत्यय तत्र एयादिसुप्रत्यये परे दीर्घः भवति. इदानीं रामयोग ङे इति अस्ति, रामयोग य इति ङेर्यः इति सूत्रेण तत्र अदन्ताङ्गस्य प्रायः तत्र यकारादेशः भवति. अतः अदन्तप्रातिपदिकस्य इदानीं स्थानिवद्भावेन अत्र आदेश सुप्रत्ययसंज्ञा भवति. इदानीं रामयोग य इति अस्ति, सुपि च इत्यनेन तत्र अङ्गस्य दीर्घः भवति. यद्यपि य इति सुप्रत्ययः नास्ति, परन्तु सुप्रत्ययवत् भवति इति कृत्वा तत्र सुपिचित्तस्य कार्यं भवति, रामाय इति रूपं सिद्ध्यति. समीचीनं. तदेव वयं गतसप्ताहे दृष्टवन्तः किल, सुप्त्वं तत्र आरोपितं, यद्यपि यकारः यदा भवान् उक्तवान् तत्र सुप् नास्ति तदापि तत्र आरोपितम् इति सुप्रत्ययत्वम् अव्ययत्वम्. धन्यवादः. अधुना भगिनी अग्रिमं तिङ् प्रत्ययत्वम् तिङ् प्रत्ययत्वम् इति अनल् आश्रित गुणधर्मः आदेशे अतिदिश्यते. इत्युक्ते तिङ् प्रत्ययस्य स्थाने गृहीतः आदेशः तिङ् प्रत्ययत्वं भवति. लङ्लकारस्य प्रक्रियायाम् उत्तमपुरुष एकवचनस्य लिप् प्रत्ययपुस्तके तं तां तामः इति सूत्रेण अम् इति आदेशः विधेयः. अत्र तान्यनः किं प्रत्ययत्वम् इति गुणधर्मः आश्रितः गुणधर्मः अस्ति. अतः यतः अयं लिप् इत्यस्य पितृजी इति विधीयते इत्यस्मिन् सूत्रे ग्रहणा सिद्ध्यति. अयं गुणधर्मः आदेशे इत्युक्ते अम् इत्यत्र अतिदिश्यते. अतः एव अम् प्रत्ययस्य किञ्चित् तारुधातुकम् इत्यनेन तारुधातुसंज्ञा भवति. तेन पुगन्तलघुत्वेन पुगन्तलघुपदस्य च इत्यनेन उदाहरणं उत्पदागुणः. अत्रापि किङ् प्रत्यय सुप्रत्ययेव तिङ् प्रत्ययस्थाने अनलाशुपगुणधर्मः आदेशे अपि अतिदिश्यते. तिङ् प्रत्ययस्य गुणः धर्मः आदेशे अतिदिश्यते. इत्युक्ते तिङ् प्रत्ययस्थाने विहितः आदेशः तिङ् प्रत्ययम् एकम् उदाहरणमस्ति तण्लकारप्रक्रियायाम् उत्तम उत्तमपुरुष एकवचनं विषये प्रक्रियायां मि प्रत्ययस्य स्थाने इति सूत्रेण अमिति आदेशः मित्स्थाने विद्यते अर्थस्थानिनः किं प्रत्ययत्वं प्रत्ययं त्वम् इति गुरुधर्मः अनलाशिता अपि अस्ति अतः अम् इति मित्स्थाने सम्पूर्णतया आगच्छति अमपि किं प्रत्ययगुणधर्म अस्ति कुतः किञ्चित् सारुतात्मकम् इत्यनेन सारुतात्मकं न भवति पुगन्तलरूपस्य सूत्रेण उपधातु न भवति उदाहरणमस्ति द्विष् धातु विश् योगः लङ् अनद्यतने लङ् सूत्रेण लङ् विधीयते सर्वे स्मः भगिनि किं भगिनि पठतु भगिनि पठतु द्विष् योगः लङ् अनुजतने लङ् प्रथमं पादम् आगच्छति लुङ् लुङ् लङ् ऋ स्वरुतः चित्रेण अक् इति आगच्छति अत्र टकारलोपः भूत्वा आयोगः आयोगः द्विष् तत्समये निप् इति सिप्तजि इति सूत्रेण इदानीस्थाने निप् आगच्छति उत्तरपुरुषे एकवचनं आयोगः द्विष् योगहं तदपि मे पठितवतः तस्य सूत्रेण स्थाने अम् आगच्छति अतः किं सार्वजातुकम् इत्यनेन सार्वजातुकं न भवति किमर्थं चेत् अहं स्थाने आगच्छति मेपि सार्वजातुकं किञ्चित् सार्वजातुकम् इति अस्ति ततः अहम् अपि सार्वजातुकं भवति आदिप्रभुभ्यः शपः इति सूत्रेण शप् लुक् भवति आदिशति गुणः भवति कुबन्तलुपदस्य सूत्रेण सम्पूर्णरूपमस्ति अद्वेषम् एतत्तु वयं पूर्वं दृष्टवन्तः यदा वयम् अदादिगणे पठितवन्तः तत्र आगच्छति तस्तस्तमेपां तां तं तामः बहु पूर्वं वयं दृष्टवन्तः तदेव सूत्रमिदानीं तत्र यदा वयं मित् इत्यस्य स्थाने तस्तस्तमेपां तां तं तामः इत्यनेन अम् आदेशः भवति तत्र तिङ्क्त्वम् आरोपितं वा तिंशित् सार्वधातुकम् इत्यनेन तस्यापि सार्वधातुकसंज्ञा भवति स्थानिवद्भावेन तिङ्क्त्वम् आरोपितं तस्मिन् समये वयं ते स्थानिवद्भावस्य विषये न चिन्तितवन्तः परन्तु तत्रापि तिङ्क् तिङ् प्रत्ययवत् तदपि अम् इत्यस्य क्षम्यताम् अम् सत्यम् अम् इति यद् आदेशः अस्ति तस्यापि आरोपितं तिङ्क्त्वम् अनेन एव तत्र गुणः भवति अनेन एव सार्वधातुक प्रत्यये परे कर्तरि शप् इत्यनेन शप् विधीयते अधिप्रभृतिभ्यः लुक् इत्यनेन लुक् भवति अनन्तरं सार्वधातुकप्रत्ययः इति निमित्तीकृत्य कुबन्तलघुपदस्य च इत्यनेन गुणः अतः तिङ् प्रत्ययत्वमपि अनलाशितगुणधर्मः आदेशे अतिदिश्यते यद् मिप् इत्यस्य स्थाने अम् इति आदेशः अनलाशितगुणधर्मः इति पदत्वम् इति अनल् आश्रितः आदेशे अधिकष्टीबहुवचनस्य युष्माकम् इत्यस्य वचनस्य इति आदेशः ज्ञानिनः अनन्तः अयं युष्माकम् इत्यस्य अयं गुणकर्म आदेशे अपि अध्यायस्य सूत्रमस्ति बहुवचने बहुवचनस्य वस्नसौ इति सूत्रम् अष्टमाध्यायस्य प्रथमपादस्य सूत्रमस्ति. तत्र पदसंज्ञा अपेक्षितः, अतः स्थानिवद्भावेन वयं पदसंज्ञां स्वीकृत्य तत्र पदान्तकार्यमस्ति सुषोरुः इति पदान्तकार्यमस्ति, तद् कुर्मः. वस् इत्यस्य वरु, अनन्तरं वः इति कथम् अनन्तरं प्रक्रिया इति अहं न जानामि, परन्तु तादृशं भवति. तत्र पदत्वमपि अनलाश्रितगुणधर्म इति, अतः अष्टबिन्दवः पदत्वं तिङ्क्त्वं सुक्त्वम् अव्ययत्वं तद्धितत्वं कृत्वं किम् अहं विस्मृतवती अङ्गत्वं दातुत्वम् इति अष्ट अष्ट अपि अनलाश्रितगुणधर्माः आदेशे अपि अतिदिश्यन्ते इति एतावत् अनल्. इदानीम् अल् इत्युक्ते तत्र अल्लाश्रितगुणधर्माः कथं न अतिदिश्यन्ते इत्यपि पश्यामः. धन्यवादः भगिनि. विजया भगिनी पठति वा? विजया भगिनी स्थानिन अग्रिममस्ति स्थानिनः अल्लाश्रितगुणधर्माः आदिशे नैव अतिदिश्यन्ते. चतुर्थसूत्रेण केवलम् अनल् आश्रितगुणधर्माण गुणधर्माणाम् उपरि निर्दिष्टानाम् अष्टानां गुणधर्माणाम् एव आदेशः अतिदेशः सम्भवति. एतानि विहाय अन्यगुणधर्माः अल् आश्रिताः गुणधर्माः आदेश नैव अतिदिश्यन्ते. तत्र आहत्य चतुर्षु कार्येषु अयं स्थानिवत् भावः न विधीयते इति प्रथमावृत्तौ परिगणितम् अस्ति. तत् उक्तम् अग्रे तत्र अनलाश्रित गुणधर्माणाम् आदेशः अतिदेशः भवति इति सम्भवन्ति इति पूर्वं दृष्टवन्तः. अल् आश्रितः गुणधर्मः कथमस्ति इति अष्टविधाः एव अल् आश्रिताः गुणधर्मः कथं भवति इति दृष्टवन्तः. इदानीं तत्र चतुर्थकार्येषु अयं स्थानिवद्भावः न विद्यते इति अधः दत्तम् अग्रे पठामि वा? अल् आश्रितेन गुणधर्मेण तस्मिन्नेव स्थाने स्थितिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते. तस्मिन् स्थाने विधिः भवति चेत् तत्र स्थानिवद्भावः न विधीयते न भवति. द्विव् शब्दस्य तृतीयद्विवचनस्य प्रक्रियायां द्विव् इत्यस्य स्थाने द्यु इति आदेशः विधीयते. द्विव् इत्यस्य वकारान्तत्वम् अस्मिन् आदेशे नैव अतिदिश्यते, अतः लोपो ब्योर्वलि इत्यस्य प्रयोगः अपि न सम्भवति. अग्रे तत्र द्यु कथम् आदेशः इति तत्र द्विव् योगः व्यां तृतीय द्विवचनस्य व्यां तृतीयः भवति. सो जस्ट् अमौण्ट् स्थाप्यामि सूत्रेण बृहत् सूत्रेण व्यां तृतीयः अत्र आगच्छति. इदानीं इव उत् इत्यनेन द्विव् इत्यस्य वकारस्य स्थाने उकारः आदेशः भवति. एतद् द्विव् द्विव उति सूत्रेण एव तत्र सम्प्रसारणविषये किमपि नास्ति. द्विव् इत्यस्य वकारस्य स्थाने उकारः आदेशः भवति. अत्र वकारस्य वकारत्वम् उकारे नैव, वकारस्य वकारत्वम् उकारे नैव. तत्र द्विव उति इत्यनेन सूत्रेण एव तत्र वकारस्य उकारः आदेशः भवति. अतिदिश्यते अतः अत्र लोपो व्योर्वलि इति वकारलोपः न सम्भवति. अतः द्वित्यां उपोयनं भूत्वा यदादेशः भवति अत्र, अतः तत्र द्वित्याम् इति भवति. अतः अत्र स्थानिवद्भावः कथं न भवति इति प्रदर्शयति. तत्र किम् इत्युक्ते तत्र उकारस्य स्थाने उकार आदेशः यदा तत्र दिव तत्र वकारस्य स्थाने उकार आदेशः दिव औट् इति सूत्रेण वकारस्य स्थाने उकार आदेशः वकारः इति अल्विधिः अस्तु. अस्माकं सूत्रं किं स्थानिवत् आदेशो अनल्विधौ इति. यदा अल्विधिः अस्ति चेत् तत्र वकारस्य वकारत्वं न भवति, क्षम्यता उकारस्य वकारत्वं न आरोपणीयम्. यदा तादृशं कुर्मः चेत् लोपो व्योर्वलि इत्यनेन वकारस्य लोपः भवति स्म, परन्तु इदानीं तत्तु स्थानिवत् आदेशो अनल्विधिः, अल्विधिः नास्ति. अतः तत्र उकारस्य वकारत्वं न आरोपणीय, अतः रूपम् अपि द्युभ्यम् इति भवति. द्युभ्यां शक्यमचेत्यनेन यनादेशः इति स्पष्टमस्ति वा? इदानीम् अल्विधिः अल्लाशितगुणधर्मः तस्मिन्नेव स्थाने विधिः भवति चेत्, तस्मिन्नेव स्थाने इत्युक्ते उकारस्य स्थाने, क्षम्यतां वकारस्य स्थाने यद् उकारः आदेशः भवति तस्मिन् स्थाने विधिः भवति चेत् तस्य स्थानिवद्भावः न दृश्यते. तत्र वयं स्थानिवद्भावः न कुर्मः, अनेन लोपो व्योर्वलि इत्यनेन वकारलोपः न सम्भवति इत्येव. अवगतं किल? स्पष्टमस्ति वा? द्वितीयं पठतु भगिनि. अल्लाश्रितगुणधर्मेण द्वितीयबिन्दुः अल् आश्रितेन गुणधर्मेण स्थानिनः परः विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते. अत्र अपि स्थानिवद्भावः तत्र कार्यं किमपि नास्ति इति द्वितीयविषयः. पतिं शब्दस्य प्रथम एकवचनस्य प्रक्रियायां पतिमत् इरु उक्षामात् इत्यनेन नकारस्य आकार आदेशः कृते नकारस्य हलन्तत्वात् आकारे अतः अय्याभ्यो दीर्घात् सिद्धिसपृष्टं हल् इत्यनेन सुप्रत्ययस्य लोपः नैव सम्भवति. अत्र उदाहरणरूपेण पतिं लोपः सुयोजस्तमोटस्य बृहत्सूत्रेण सु आगच्छति. इदानीं पतियोगः आयोगः अर्वन्तलोपानन्तरं सकार इत्येव अत्र अस्ति. अत्र पतिमत् भुक्षामत् इत्यनेन नकारस्य स्थाने पतिम् इति नकारस्य स्थाने आकारः आदेशः भवति. आदेशस्य नकारस्य अलन्तत्वात् आकारे नैव अतिदिश्यते. अत्र आकारः आरोपणं नास्ति इति. अतः तत्र पतियोगः आयोगः स्थाने अज्ञाभ्यो दीर्घदृष्टि सपुष्टम् इत्यनेन सुप्रत्ययस्य लोपः न भवति. लोपः न भवति. अतः तत्र पतियोगः आयोगः एव तिष्ठति. इदानीं इतोप् सर्वनामस्थाने इत्यनेन अत्र पति इति अङ्गमस्ति. अत्र इतोप् सर्वनामस्थाने इति सूत्रेण इकारस्य अकारः आदेशः भवति. अतः पत इति तिष्ठति. इदानीं पत योगः आयोगः इति भवति. सोक्तः इति सूत्रेण अत्र सकारस्य इत् इति आदेशः भवति. अतः पत् योगः अकारः तिष्ठति एव. इकारस्य स्थाने अकारः तिष्ठति एव. पन्त् योगः आयोगः आयोगः इत् भवति. इदानीम् अपः सवर्णदीर्घे इति सूत्रेण विसर्गनिर्माणं भवति अत्र. अतः पन्त् योगः अकार अकारमेलनेन पन्ता इति भवति. सकारस्य स्थाने एतत् अकः सवर्णदीर्घः इति सूत्रेण पन्ता इति भवति. अनन्तरं विसर्गनिर्माणं भवति सकारस्य स्थाने. विसर्गस्य सकारस्य स्थाने विसर्ग आदेशः भवति. प्रथमं ससजुषोरुः इति सूत्रेण ऋत्वं भूत्वा अनन्तरं कर अवसाने ऋत्वविसर्गौ सूत्रं कार्यं करोति. कर अवसानयो विसर्जनीयः इति सूत्रेण विसर्गः भूत्वा पन्ताः इति अन्तिमरूपं निष्पन्नम्. अतः अत्र किम् अस्ति, तत्र प्रथममस्ति स्थानिनः स्थाने एव यदा वयं विधिः आरोपयामः तस्मिन्नेव स्थाने विधिः अस्ति चेदपि स्थानिवद्भावः न भवति. इदानीं पर विधिः अस्ति चेत् तत्र भवति वा इत्युक्ते तत्रापि न भवति. किमर्थम् इत्युक्ते अल्लाश्रितगुणधर्मः. अत्रापि नकारस्य स्थाने यत् आकार आदेशः भवति, आकारस्य वयं नकारत्वं न आरोपयितुं शक्नुमः. किमर्थम् इत्युक्ते तत्तु अल्विधिः अस्ति. इदानीं कार्यं तु सु इति परविधिः, तस्य एव कार्यं. यदा नकारत्वम् आरोपयामः चेत् सु इति प्रत्ययस्य लोपः भवति स्म. हल्ङ्याभ्यो दीर्घ चुच्य कृतं हल् इति हलन्तात् अङ्गात् सुप्रत्यये परे तस्य लोपः भवति स्म, परन्तु तादृशं न भवति. किमर्थम् इत्युक्ते तत्र अल्विधिः, तद् परविधिः, परस्य कार्यमस्ति चेत् अपि परकार्यमस्ति चेदपि तद् कार्यं तत्र अल्विधिः न भवति. स्थानिवद्भावः अल्विधौ तत्र गुणधर्मान् न आरोपयितुं शक्नुमः इत्येव. तदवगतं किल? आम् महोदय. अस्तु, धन्यवादः भगिनी. उषा भगिनी अग्रिमम् अल्लाश्रितेन गुणधर्मेण. तृतीयबिन्दुः, अल् आश्रितेन गुणधर्मेण स्थानिनः पूर्वं विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते. अल् आश्रितेन गुणधर्मेण स्थानिनः पूर्वं विधिः, पूर्वं विधिः भवति चेत् तत्र स्थानिवद्भावः न दृश्यते. यञ् धातोः थ प्रत्यये परे इष्ट इति यज् ओ यज् धातोः, यज् धातोः थ प्रत्यये परे इष्ट इति रूपस्य सिद्धौ वचिस्वपि यजादीनां किति इत्यनेन यकारस्य सम्प्रसारणे कृते इकार आदेशे सिद्धे लास्ट् अस्ति यज् धातोः त प्रत्यये परे इष्ट इति रूपस्य सिद्धौ वचि स्वपि यजादीनां किति इत्यनेन यकारस्य सम्प्रसारणे कृते इकार आदेशे सिद्धे यकारस्य यकारत्वम् इकारे नैव अतिदिश्यते. अतः रामयोगः सुयोगः इष्ट इत्यत्र सुप्रत्ययस्य रेपादेशे कृते तस्य यकारनिमित्तः उकार आदेशः न सम्भवति. ओके, यज् धातोः त प्रत्यये परे इष्ट इति रूपस्य सिद्धौ वचि स्वपि यजादीनां किति इत्यनेन यकारस्य सम्प्रसारणे कृते यकारस्थाने ई. ओके, यकारस्य यकारत्वम् इकारे नैव अतिदृश्यते अतः रामयोगः सुयोगः इष्ट इत्यत्र सुप्रत्ययस्य रेपादेशे कृते तस्य यकारनिमित्तिक उकारादेशः न सम्भवति. उदाहरणं पठामि. रामयोगः सुयोगः इष्टः इति विवक्षा कृते अत्र इष्टशब्दस्य इकारे यज् धातोः यकारादित्वं न अतिदिश्यते. अतः इष्टः इति शब्दः यकारादिः न स्वीक्रियते. यज् धातोः सम्प्रसारणे वचि स्वपि यजादीनां किति इत्यनेन यकारस्य सम्प्रसारणम् सम्प्रसारणसूत्र यकारस्य स्थाने इकारः आदेशः भवति. बट् यकारत्वम् इकारे नैव अधितिष्यते. ओके, यतः अल्विधिः भवति. ओके, रामयोगः सुयोगः इष्ट इति कृते अत्र इष्टशब्दस्य इकारे यज् धातोः यकारादित्वं न अतिदिश्यते. अतः इष्टः इति शब्दः यकारादिः न स्वीक्रियते. रामयोगः सु इत्यस्य कृते रेपः भवति. रामयोगः ऋ योगः इष्टः ससजुषोरुः. ओके, प्रथमा विभक्तिः रामयोगः सु. ओके, सकारः ससजुषोरुः इत्यनेन रामयोगः रेपः योगः इष्टः ससजुषोरुः इत्यनेन ऋत्वं भो भगो अगो अपूर्वस्य यो अशि इति यकार आदेशः भवति. रेपस्य ऋत्वस्य स्थाने रेप एव तिष्ठति. रेपस्य स्थाने यकार आदेशः भवति. भो भगो अगो अपूर्वस्य यः अशि परः अशि अस्ति. इष्टः इत्यस्य ई इति अशि अस्ति इत्यस्य कृते भो भगो अगो अपूर्वस्य यो अशि इत्यनेन रेपस्य स्थाने यकार आदेशः भवति. यदि इष्टः इति शब्दे यकारादित्वम् अभविष्यत् तर्हि अत्र हसि च इत्यनेन उकार आदेशः अभविष्यत्. यदि इष्टः इति शब्दे यकारादित्वम् अभविष्यत् तर्हि अत्र हसि च इत्यनेन उकार आदेशः अभविष्यत्. हसि च इत्यनेन उकारादेशः अभविष्यत्. यदि इष्टः इति शब्दे यकारादित्वम् अभविष्यत् प्रथमम् इष्टः कथं सिद्ध्यति इति वदति. इष्टः इति यज् धातोः कृते सम्प्रसारणं विधीयते वचि स्वपि यजादीनां किति इत्यनेन इष्ट त प्रत्यय यज् योगः त इति कृते यकारस्य स्थाने वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भवति. यकार अकारस्य स्थाने ई एव तिष्ठति. ई योगः इज् इकार अकारस्य स्थाने वाट् इस् दट् न वाट् इस् द सम्प्रसारणाच इत्यनेन अकार पूर्वपरयोः कृते पूर्वादेशः इत्यनेन इ एव भवति. सो इज् योगः त, इज् योगः त इति कृते जकारयोगः तकारः स्तोः चुनाशुः इत्यनेन जकारस्य स्थाने न जकारस्य स्थाने तकारस्य स्थाने जकारः एव भवति. इज् इति भवति इज् इति कृते प्रथमं शङ्कराशकार अभवति भगिनि. वाट् इस् दट् सूत्र वृश्च वृश्य सृज मृज यज राज ब्राज च शां शः इत्यनेन प्रथमं न शकार मूर्धन्यष्टकारः सम्भवति. झ जकारस्य सृज मृज यज राज यज यज इति सूत्र अस्ति सूत्रे अस्ति इत्यस्य कृते जकारस्य स्थाने शः शः इति भवति. आम् सो इश् योगः थ इत्यस्य स्थाने देन् अष्टुनाष्टुः इत्यनेन टकारः भवति. क्षम्यतां भगिनि. नास्ति चिन्ता, तद् अस्माकं प्रश्नः एव नास्ति. प्रश्नः इदानीं तत्र इकारस्य यकारादित्वम् अस्ति वा न वा इत्येव प्रश्नः. इकारस्य स्थाने यकारादित्वं न सम्भवति भगिनि. यतोहि यकार इति यकार अकार यकार अकार पूर्व पूर्ण यकार स्थाने इकारः न सम्भवति. यकारः एव यकारस्य स्थाने एव योगः योगः स्थाने एव आदेशः भवति. तत्कारणेन अल्विधिः भवति, अनल्विधिः नास्ति. अल्विधिः भवति, अल्विधिः भवति चेत् स्थानिवद्भावं नास्ति. तत् इति कारणेन यकारत्वं न आरोप्यते भगिनि. यदा यदा यदा वयं यकारः इति वदामः चेदपि चेत् तत्र यकारः इत्युक्ते वितौट् स्वर. वितौट् स्वर आम् भगिनि. अतः यकारादित्वं तत्र आरोपयामः वा इत्युक्ते न न आरोपयितुं शक्नुमः. तावदेव. That akara is not there. Yakara does not have akara in it. Ya has akara in it. Aam bhagini. Ya yogaha a. Ya. Yada ya iti vadamaha tatra akara ha asti. Yakara ha iti vadamaha che tatra halan tada danda tada hal tapayama. अतः तत्र यकार यकारादित्वं वयं न आरोपयामः स्थानिवद्भावेन. किमर्थम् इत्युक्ते स्थानिवदादेशो अनल्विधिः. यद्यपि तत्र पूर्वं विधिः अस्ति चेदपि तत्र स्थानिवद्भावः न दृश्यते. आं भगिनि. तत्र इत्यस्य विषये एव अस्माकं कार्यं. सू इत्यस्य किं भवति पूर्वं कार्यम् इष्टः इति तस्मात् पूर्वं कार्यं भवति वा इत्युक्ते न भवति. यदा अकारादित्वम् इकारस्य आरोपयामः चेत् तत्र किं भविष्यति अभविष्यत् इत्युक्ते हशी च इत्यनेन उकारादेशः अभविष्यत् परन्तु न भवति. आं भगिनि. ओके. यकारादित्वम् यकारादित्वं भवति चेत् उकारादेशः भवति हशि च इत्यनेन. हशि च इत्यस्य इत्यस्य कार्यं न भवति इति इत्येव अत्र दत्तं. रामयोगः योगः इष्टः राम इष्टः लोपशाकल्यस्य इत्यनेन यकारः लोपः भवति. तदेव अलाश्रितगुणधर्मेण स्थानिनः पूर्वं विधिः अपि न भवति, कस्मिन् स्थाने अपि न भवति, परविधिः अपि न भवति, पूर्वं विधिः अपि अल्लाशितगुणधर्मेण न भवति. अल्लाशितगुणधर्मः टु बि अण्डर्लैन्ड्. समयः जातः, इतोपि एकः बिन्दुः अस्ति, तद् वयं प्रायः अग्रिमसप्ताहे पठित्वा तत्र पाठस्य अपि समापनं कुर्मः. पाठः इदानीं पुनः पठतु, तद् पठ इति भागः, तद् स्थानिवत् भावः इदानीं प्रायः स्पष्टं भवति इति अहं चिन्तयामि. अद्य समापयामि. धन्यवादः. धन्यवादः भगिनि. This is very nice, but this the whole thing was, yeah. धन्यवादः. धन्यवादः भगिनि. धन्यवादः.